नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति अदादिगणः अजन्तदातवः इति. तत्र द्विसप्ततिदातवः सन्ति अदादिगणे. वस्तुतः कर्तरि शप् इति सपः विधानं भवति उत्सर्गरूपेण. तत्पश्चात् अदिप्रवृत्तिभ्यः सपः इति सूत्रेण सपः लुक् भवति. यत्र प्रत्ययस्य लु इति शब्देन लोपः भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति. सामान्यतया प्रत्ययलोपे प्रत्ययलक्षणम् इत्येन प्रत्ययलुप्ते सत्यपि तस्य द्वारा कार्यम् अङ्गकार्यं भवितुम् अर्हति. प्रत्ययः अस्ति इति मत्वा प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवितुम् अर्हन्ति. परन्तु यत्र लु इति शब्देन प्रत्ययस्य अदर्शनं जायते तत्र न लुमुताङ्गस्य इत्यनेन प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति इति अस्माभिः दृष्टम्. अत्र शपः लुक् भवति अदादिगणे इति कृत्वा न लुमताङ्गस्य इत्यस्य प्रसङ्गः भवति. तर्हि सप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि न भवन्ति. तर्हि तत्र तिङ् प्रत्ययं निमित्तीकृत्य एव अङ्गकार्याणि भवन्ति. अस्मिन् गणे धातोः यः अन्तिमवर्णः अस्ति तम् आधारीकृत्य अङ्गकार्याणि भवन्ति तिङ् प्रत्ययमाश्रित्य. तर्हि तत्र धातोः अन्तिमवर्णः कः इति चेत् अत्र न कोऽपि अदन्तधातुः वर्तते इति कृत्वा अत्र प्रथमधातुगणसमूहे अस्य अन्तर्भावः नास्ति. परन्तु द्वितीयगणसमूहे एव अस्य अन्तर्भावः, यतोहि कोऽपि अदन्तधातुः नास्ति अस्मिन् गणे. अतः द्वितीयगणे ये सिद्धप्रत्ययाः सन्ति तेषामेव ग्रहणम् अत्रापि प्रत्ययानां ग्रहणं भवति. अपि च अत्र विशेषः कः इति चेत् तत्र ये आकारान्तदातवः सन्ति आकारान्तधातूनां लङ् लकारे झेः झुस् आदेशः भवति विकल्पेन लङ्गः शाकटायनस्यैव इति सूत्रेण इति कृत्वा लङ् लकारे रूपद्वयं वयं द्रष्टुं शक्नुमः. तदेव आकारान्तधातोः विषये. तदनन्तरम् आकारान्तधातुषु तत्र केचन धातवः सन्ति. वस्तुतः तत्र एकः एव धातुः अस्ति, केचन नास्ति. एकः धातुः अस्ति दरिद्रा इति धातुः. तत्र जक्षित्यादयः सट् इति सूत्रेण सप्तधातवः सन्ति येषाम् अभ्यस्तसंज्ञा भवति यद्यपि द्वित्वं न भवति. तेषु जक्षित्यादयः सट् इत्येतेषु दरिद्रा इति धातुः अपि अन्यतमः अस्ति. सप्तधातवः दरिद्रा इति धातुः आकारान्तधातुः अस्मिन् गणे अदादिगणे वर्तते. तर्हि तस्य अभ्यस्तसंज्ञा भवति. अभ्यस्तसंज्ञा भवति चेत् तत्र कार्यद्वयं, सामान्यतया अभ्यस्तसंज्ञा भवति चेत् कार्यद्वयं भवति. अदभ्यस्तात् इति सूत्रेण तत्र अभ्यस्तसंज्ञक अङ्गं वर्तते चेत् तस्मात् झ इति प्रत्ययस्य आदिम अवयवस्य अत् आदेशः भवति. अतः अत्र लट्लकारे लोट्लकारे च बहुवचने प्रथमपुरुषबहुवचने झ स्थाने अत्तादेशः भवति. अतः प्रत्ययः अति इति भवति, अतु इति भवति लोट्लकारे इति अस्ति. तत्पश्चात् सिजप्यस्य विधिभ्यश्च इति सूत्रेण लङ्लकारे तत्र जेः जुस् आदेशः भवति सिजप्यस्य विधिभ्यश्च इति. अकारान्तधातूनां विकल्पेन भवति इत्युक्तम् अभ्यस्तसंज्ञकधातोः नित्यरूपेण लङ्लकारे जेः जुस् आदेशः भवति. अत्र दरिद्रधातोः अभ्यस्तसंज्ञा अस्ति इति कृत्वा जुस् आदेशः भवति. तत् हा इति तदस्ति. अपि च अत्र दरिद्रधातोः कृते विशिष्टसूत्राणि सन्ति. वस्तुतः एकं सूत्रमस्ति विशिष्टसूत्रम्, अन्येषां सूत्राणामपि कार्यम् अत्र भवति. इद् दरिद्रस्य इति सूत्रेण तत्र दरिद्रधातोः आकारस्य स्थाने इकारादेशः भवति हलादि इति निति सार्वधातुकप्रत्यये परे. वस्तुतः अकारान्तधातोः श्नाभ्यस्तयोः आतः इति सूत्रेण वस्तुतः अभ्यस्तसंज्ञकधातुः अथवा श्नाप्रत्यान्त अङ्गम् आकारान्तधातुः इति न, अभ्यस्तसंज्ञकधातोः श्नाप्रत्यान्त अङ्गस्य आकारस्य लोपः भवति. अत्र कितिनिति सार्वधातुकप्रत्ययपरे इति उत्सर्गसूत्रमस्ति. इदानीं दरिद्राधातुः अभ्यस्तसंज्ञकः आकारान्तः अस्ति इति कृत्वा आकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्ययपरे. परन्तु यत्र हलादिकितिनिति प्रत्ययपरे सामान्यतया ईहल्यगोः इत्यनेन दीर्घ ईकारादेशः भवति नाभ्यस्तयोः अतः इति सूत्रं प्रवाद्य, परन्तु अत्र इद्दरिद्रस्य इति सूत्रेण आकारस्य स्थाने ह्रस्व इकारादेशः भवति, न तु दीर्घ इकारादेशः इति अत्र विषयः अस्ति. यत्र यत्र अपि प्रत्ययः अस्ति तत्र आकारस्य ह्रस्व इकारः, अतः दरिद्रितः दरिद्रितः दरिद्रितः इत्येवं रीत्या सर्वत्र दरिद्रिवः दरिद्रिमः इत्येवं रीत्या वयं द्रष्टुं शक्नुमः. तत्पश्चात् अस्माभिः इन् गतौ इति धातोः विषये चिन्तनम् आरब्धं, तत्र एव बहु बहु चर्चा वर्तते. इन् गतौ इति धातोः रूपाणि अपि अस्माभिः साधितानि. अजादिपित्सु गुणः भवति, हलादिपित्सु गुणः भवति, हलादि अपित्सु गुणनिषेधः, अजादि अपित्सु इन् धातोः अतिसु धातु ब्रुवं युवर् यङ् वङ्गौ इति सूत्रेण इयङ् आदेशः स्यात्, परन्तु तत्प्रबाद्य इणो यण् इति यणादेशः एव भवति. अत्र इणो यण् इति सूत्रमस्ति, तदपि अस्माभिः दृष्टं. तत्र एणो एन् इति सूत्रेण इण् धातोः यणादेशः भवति अजादिप्रत्यये परे इति दृष्टम्. इदानीं लङ्लकारस्य प्रसङ्गः वर्तते. लङ्लकारे किं भवति इत्युक्ते क्रमः कः, लङ्लकारे प्रक्रियायार्थं क्रमः कः, प्रथमतया अडागमः भवति वा, प्रथमतया अङ्गकार्यं भवति वा, तदनन्तरम् अडागमः भवति वा, अपि च सन्धिकार्यं कदा भवति इति क्रमः कः इति अत्र प्रश्नः अस्ति. यत्र अजादिधातुः अस्ति तत्र आडजादीनाम् इति सूत्रेण लङ्लकारे अजादिधातुः अस्ति चेत् अडागमः न भवति परन्तु आडागमः भवति इति अस्माभिः दृष्टम्. यदा आडागमः भवति अपि च तस्य अनन्तरम् अश्वर्णः अस्ति, यतोहि अजादिधातुः इति कृत्वा अश्वर्णः भवति एव, अश्ववर्णः अस्ति चेत् तत्र पूर्वपरयोः वृद्धि एकादेशः भवति इति अत्र उक्तमस्ति. तर्हि इदानीम् अत्र क्रमः अस्ति, आडजादीनाम् इत्यस्य कार्यं कदा भवति, अनन्तरं धातुं निमित्तीकृत्य अङ्गकार्याणि कदा इत्युक्ते कदा भवति, आटश्च इति सूत्रं कदा भवति इति एव अत्र विषयः अस्ति. अस्माभिः सरलरीत्या दृष्टं यत् प्रथमतया लङ्लकारं निमित्तीकृत्य अडागम आडागमः भवति, तदनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति इति दृष्टं, तदनन्तरम् अन्ततो गत्वा वृद्धिकार्यं भवति, अनन्तरं तिङ्प्रत्ययस्य योजनं भवति इति दृष्टम्. इत्युक्ते प्रथमतया अडागमः आडागमः, अनन्तरं तिङ्प्रत्ययनिमित्तीकृत्य अङ्गकार्याणि, अनन्तरं वृद्धिः वृद्धिकार्यम् इत्युक्ते आटश्च इति कार्यं तृतीयसोपाने, तत्पश्चात् वर्णमेलनम् अथवा सन्धिकार्यम् इति अस्माभिः सामान्यतया उक्तं. कथम् अयं क्रमः आगतः, तत्र किं तर्कः अस्ति वा, कथम् इत्युक्ते एवमेव अस्माभिः स्वीकर्तव्यं वा, नो चेत् कथं तादृशक्रमः आगतः इति अस्माभिः इदानीं परिशीलनीयं. तदर्थम् अत्र प्रश्नः उदेति इति आरभ्य वयं पठामः. इत्युक्ते आडजादीनाम् इति सूत्रस्य कार्यं कदा भवति इति वयं जानीमः. तत्र लुङ् लङ् रिङ् लकारेषु परेषु अजादिधातुः वर्तते चेत् आडागमः भवति, न तु अडागमः इति उक्तम्. यदा आडागमः भवति तस्य अनन्तरम् अच्वर्णः धातुरूपी अङ्गस्य यः आदिम अच्वर्णः अस्ति, तदानीम् आडागमात् अचिपरे पूर्वपरयोः वृद्धि एकादेशः भवति इति आटश्च इति सूत्रमस्ति. तर्हि इदानीं तत्र प्रसङ्गः कः, चर्चा का, प्रश्नाः के इति इदानीं वयं पश्यामः. तर्हि लक्ष्मीभगिनी पठति वा अत्र प्रश्नः उदेति इति आरभ्य. आं भगिनि, पठामि. अत्र प्रश्नः उदेति लुङ् लङ् ऋङ् ष्वडुदात्तः आडजादीनाम् अपि अङ्गकार्यम्, इणो यण् अपि अङ्गकार्यम्. इणो यण् परसूत्रम् अतः किमर्थं न विप्रतिष्यते परं कार्यम् इत्यनेन इणो यण् परत्वात् प्रथमं स्यात्. ई योग अन् इणो यण् इत्यनेन यणादेशः, य योग अन् अधुना धातु हलातिः अतः लुङ् लङ् ऋङ् ष्वर्गातः इत्यनेन अडागमः न तु आडागमः, तदा रूपम् अयन् स्यात् न तु आयन्. किमर्थम् एवं न भवति, अग्रे पठामि वा तस्य केवलं? आं, प्रश्नः कः इति एकवारम् उक्त्वा अग्रे पठतु. अत्र प्रश्नः अस्ति यत् अस्माभिः पठितं यत् लुङ् लङ् ऋङ् ष्वर्गातः इत्यनेन अजादिधातुरूपी अङ्गस्य किम् आटागमः अडागमः भवति. आडजादीनाम् इत्यनेन अपि आटागमः भवति अजादिधातुरूपी. लुङ्लङ् रङ्ग् षोडदातः इत्यनेन यः कोऽपि धातुः भवतु, इत्युक्ते अजादिविहाय अन्यधातुषु लुङ्लङ् रङ्ग् षोडदातः इत्यनेन अडागमः भवति चेत् आटागमः भवति अजादिधातुरूपी अङ्गस्य. इणोयण् इति अपि अङ्गकार्यम् अस्ति. तर्हि अत्र प्रश्नः अस्ति, इणोयण् परसूत्रम् इत्यतः विप्रतिषेधे परं कार्यम् इत्यनेन इणोयण् इत्यस्य कार्यं प्रथमं स्यात् इति, ततः परं अडागमस्य योजनं कुर्मः इति प्रश्नः, इति तत्तु समीचीनं वा इति प्रश्नः. तर्हि ई योग अन् इत्यत्र इणोयण् इत्यनेन यणादेशः कुर्मः चेत् यु योग अन् इति भवति. अधुना लुङ्लङ् रङ्ग्षु इत्यनेन अडागमः न भवति, यतोहि अत्र अडागमः न भवति यतोहि अत्र हलादिः अस्ति इदानीम्, अतः अडागमः न भवति. आटागमः न भवति इति वक्तव्यं खलु भगिनी अत्र? आडागमः न भवति इति न उक्तं वा? कुत्र अडागमः भवति इति? इत्यनेन अडागमः अडागमः इत्यनेन अडागमः भवति न तु आडागमः. सम्यक् एव अस्ति खलु? अडागमः न भवति, अडागमः भवति न तु आडागमः. अडागमः लुङ्लङ् रङ्ग्षु इत्यनेन अडागमः, अडागमः कमा न तु आडागमः. अडागमः भवति न तु आडागमः, सत्यं. यतोहि अत्र हलादिः अस्ति इदानीं, यन् इत्यत्र हलादिः इति कारणात् अडागमः भवति आडागमः न भवति इति तु, इति एकः विषयः अस्ति अत्र. तदा रूपम् अयन् इति स्यात् न तु आयन्. किमर्थम् एवं न भवति इति अत्र प्रश्नः. तर्हि अत्र आडागमस्य आडागमः भवति वा अडागमः भवति वा इति भेदः भवति. यदि इणोयण् इत्यनेन प्रथमं कार्यं स्यात् चेत् अजाति धातुः न भवति, किन्तु हलादिधातुरूपी अङ्गं भवति इति कारणात् आडागमः न भवति किन्तु अडागमः भवति इति तु विषयः अस्ति अत्र. अग्रे अग्रे भगिनि. हा, अत्र वार्ता एवं यत् लावस्थायाम् एव अट् आट् भवति, अतः आगमः प्रथमं कार्यं, लकारस्य एव आगमः अयम्. लुङ्लङ् रङ्ग्षु अडागमः आडागमः च भवतः, अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम्. अनन्तरं लकारस्य स्थाने तिङ् प्रत्यादेशः भवति, तिङ् निमित्तकं कार्यं च. इणोयण् इत्यनेन इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. इदं कार्यं प्रत्ययनिमित्तं, किन्तु लुङ्लङ् रङ्ग्षडदातः आड् अजादीनां च इत्यनयोः कार्यं लकारनिमित्तम्, अतः सर्वप्रथमं लकारनिमित्तकः आगमः. तर्हि अत्र कस्य कार्यं प्रथमं स्यात् इति प्रश्ने इणोयण् इत्यनेन परसूत्रेण परस्परत्वात् बलमधिकम् इति कारणेन इणोयण् प्रथमं कार्यं करोति वा, अडागमः अथवा आडागमः प्रथमं कार्यं करोति वा इति प्रश्ने अत्र उत्तरं दत्तं यत् अडागमः अथवा आडागमः इत्यस्य निमित्तम् अस्ति लकारः अस्ति, लकारनिमित्तकं प्रत्ययः कारणमस्ति, अतः लावस्थायामेव अट् अथवा आडागमः प्रथमं स्यात् इति अत्र निर्दिष्टमस्ति. अतः लावस्थायाम् इति चेत् लकारावस्थायां, लकारः लकारस्य आगमः भवति. लुङ् लङ् ऋङ् ष्वर्दातः इति वदामः चेत् लकारस्य, लुङ् लकारस्य, लङ् लकारस्य, लृङ् लकारस्य अडागमः इति कारणात् यत्र तादृशप्रत्ययः परे अस्ति तस्मिन् सन्दर्भे एव आगमः अपि अडागमः अपि भवति. आडजादीनामपि यत्र अजादिधातुः परे अस्ति तथा आडागमः लावस्थायामेव भवति इति कारणात् तस्य एव कार्यं प्रथमं स्यात्, इति अत्र उक्तमस्ति. इनो यण् यणादेशः अजादिप्रत्ययपरे भवति. इदं तु प्रत्ययनिमित्तकं कार्यमस्ति, अतः सर्वप्रथमं तु लकारनिमित्तककार्यमेव स्यात् इति अत्र निर्दिष्टमस्ति. सम्यक् वदन्तु, समीचीनम् इत्येव तत्र, इत्युक्ते प्रथमतया इणो एण् न भवति, इणो एण् इति अङ्गकार्यम् अस्ति, परन्तु अङ्गकार्यम् इणो एण् इति कार्यं तु प्रत्ययं निमित्तीकृत्य अस्ति, तिङ् प्रत्ययं निमित्तीकृत्य अस्ति, अजादि तिङ् प्रत्ययं निमित्तीकृत्य अत्र, यतोहि विकरणप्रत्ययस्य लुप्तु जायते. परन्तु अडागमः लुङ्लङ् रिङ्ग् स्वर्दात्तः अथवा आडाजादीनाम् इत्यनयोः कार्यं तु लकारं निमित्तीकृत्य अस्ति, यतोहि तत्र सूत्रे लुङ् लङ् लृङ् लकारेषु अडागमः भवति, आडागमः भवति, अजादिधातुरूपाङ्गस्य आडागमः भवति, अन्यत्र अडागमः भवति इति लकारं निमित्तीकृत्य इदं कार्यं वर्तते इति कृत्वा सूत्रद्वयमपि. अतः अडागमः अथवा आडागमः प्रथमतया भवति, तत्पश्चात् एव अङ्गकार्यं भवति इणोयन् इत्यनेन यणादेशः. तर्हि इदानीम् इङ्गतौ इति धातुतः अत्र तिङ् प्रत्ययः अस्ति, लङ्लकारे प्रथमपुरुषे एकवचनितौ इति प्रत्ययः, तत्र ईयोगः त इति प्रत्ययः, वस्तुतः तत्र ईयोगः त इति प्रत्ययः. तर्हि तत्र प्रथमतया आडागमः अजादि धातुः, अतः आडागमः भवति आयोगः ईयोगः त. इदानीं यदा आडागमः भवति इदानीम् आटश्च इत्यस्य कार्यं न भवति, यतोहि तत्तु वर्णनिमित्तिककार्यं, तस्मात् पूर्वम् इणोयन् इति सूत्रेण यणादेशः भवति, अतः आयोगः य यकारः योगः त इति प्रत्ययः, आयोगः य इकारस्य स्थाने यणादेशः, खलु इकारस्य स्थाने यणादेशः, तत् इत्युक्ते बहुवचनान्तप्रत्ययः, अजादिप्रत्ययः तु बहुवचनान्तप्रत्ययः खलु, न तु प्रथमपुरुषे एकवचने, अजादिप्रत्ययः तु बहुवचनान्ते एव अस्ति, इनोयण इत्यस्य कार्यम् अजादिप्रत्यये परे एव, अतः प्रथमपुरुषे एकवचने तु कदापि न भवति. प्रथमपुरुष बहुवचने आयोगः ईयोगः अन् इति प्रत्ययः. तर्हि इदानीम् आडागमः आगतः, तत्पश्चात् इणोयण् इति सूत्रेण यणादेशः, आयोगः यकारः योगः अन्. इदानीं वर्णमेलनं, तत्र आयोगः यकारः, तत्र आटश्च इत्यस्य प्रसङ्गः इदानीं नास्ति, यतोहि आडागमस्य अनन्तरं यकारः वर्तते, न तु अच्वर्णः इति कृत्वा आटश्च इत्यस्य प्रसङ्गः एव नास्ति, आयन् इति रूपं लभ्यते. परन्तु यदि अत्र आडागमः प्रथमतया न भवति इति यदा चिन्तयामः, लकारनिमित्तिककार्यं नास्ति, प्रथमतया न भवति, इणोयण् एव प्रथमतया भवति इति चिन्तयामः चेत्, तर्हि ईयोगः अन् इणोयण् इत्यनेन यकारः योगः अन् यन् इति भवति. इदानीं तत्र आडागमः तु न भवति, यतोहि अजादिधातुरूपी अङ्गं नास्ति, अतः लुङ्लङ् रिङ् स्वर्दात्तः इत्यनेन अडागमः एव भवति, अयन् इति रूपं लभ्यते इति कृत्वा अत्र क्रमस्य चिन्तनम् अपेक्षितमस्ति. आयन् इति रूपं समीचीनरूपं वा अयन् इति रूपं समीचीनरूपं वा इति अस्माकं प्रश्नः जायते. अतः अन्येषु स्थलेषु एतादृशचिन्तनस्य आवश्यकता न भवेत्, यतोहि तत्र तु त्रयणे न भवेत्, यतोहि तत्र तु वयं किं कुर्मः, तत्र प्रथमतया आडागमः अडागमः भवति, तत्पश्चात् तत्र अङ्गकार्यं, तदनन्तरम् आटश्च इति एव अस्माकं क्रमः सामान्यतया अस्ति. तर्हि तादृशक्रमस्य पालनम् अत्रापि कुर्मः, अत्र कोऽपि क्लेशः अस्ति वा इति चेत्, अत्र भिन्नरीत्या कुर्मः चेत् भिन्नरूपं लभ्यते इति कृत्वा अस्माभिः साधनीयम्, अत्र एतादृशक्रमः एव सम्यक् अस्ति इति अस्माभिः साधनीयम्. अन्येषु स्थलेषु अस्य क्रमस्य महत्त्वं न स्यात्, इत्युक्ते अङ्गकार्यानन्तरमपि अडागमः कुर्मः चेत् प्रायः क्लेशः न स्यात्. अजादिधातुरूपी अङ्गमस्ति चेत् यत्र यणादेशः किमपि न भवति अथवा तत्र गुणः भवति, तदानीं तु क्लेशः नास्ति. यदा गुणः भवति तदानीं गुणः एव भवति, तत्र अच्वर्णः एव अस्ति गुणानन्तरमपि इति कृत्वा क्लेशः न स्यात्. परन्तु इण्धातोः विषये एतादृशक्रमस्य महत्त्वं वर्तते इति कृत्वा, अवसरः लब्धः इति कृत्वा अस्य चर्चा अत्र जायमाना अस्ति. तर्हि इदानीम् अग्रे वयं किञ्चित् पश्यामः. विजयलक्ष्मी भगिनी पठति वा भगिनि? तर्हि अत्र अडागमः अथवा अडागमः प्रथमं कुर्मः, आयाति अडागमः, किन्तु तस्य वृद्धि आटश्च इति सूत्रं तु न प्रवर्तते, तत्तु अन्ते एव वर्णकार्यम् इति कारणेन अन्ते एव प्रवर्तते, किन्तु आगमः तु प्रथमं स्यात् आट् अथवा अट् इत्यस्य. आम् सत्यं खलु खलु आमां सत्यम्. अस्तु अग्रे भगिनि, अयन् इति अनिष्टरूपं किल, तदनन्तरम् अयम् एव इष्टरूपम्. आमाम्, अयन् इति रूपं समीचीनं रूपं नास्ति, आयन् इति रूपमेव समीचीनं रूपं. तत् कथं लभ्यते इत्येव चर्चा अत्र जायमाना अस्ति. अस्तु, विजयलक्ष्मी भगिनी कृपया. एतत् दृष्ट्वापि पुनः शङ्का आगच्छेत् यत् अस्तु आगमः ला अवस्थायां भवतु नाम, किन्तु आड् अजादीनाम् इत्यस्य अपेक्षया इनोयन् परसूत्रम्, अतः तस्य कार्यं प्रथमं स्यात्. अत्र कश्चन अतीव महत्वपूर्णः सिद्धान्तः आयाति. अनयोः द्वयोः मध्ये कोऽपि बलाबल कोऽपि बाध्यबाधकभावो नास्ति. विप्रतिषेधे परं कार्यं कदा कार्यं करोति? समानकाले समानस्थले यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गः. एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः. आड् अजादीनाम् इणोयन् यण् इत्यनयोः कार्यकालः समानः न, कार्यस्थलम् अपि समानं न, अतः द्वयोः विरोधः नास्ति एव. अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रम् इति वार्ता न आयाति एव. आड् अजादीनाम् इति ला अवस्थायाम्, इणोयण् इति तिङ् अवस्थायां कालः भिन्नः. आड् अजादीनां च प्रथमम् सारी अत्र इणोयण् अपि च आड् अजादीनाम् इति अनयोः सूत्रयोः मध्ये बलाबलचिन्तनं बाध्यबाधकभावः अस्ति तदा एव कर्तुं शक्यते. परन्तु अत्र तु अनयोः सूत्रयोः मध्ये बाध्यबाधकभावः नास्ति. बाध्यबाधकः भावः यदा न भवति तदा विप्रतिषेधः इति किं विप्रतिषेधे परं कार्यम् इति परिभाषायाः अत्र प्रसक्तिः अपि न भवति. आडजादीनाम् इत्यस्य कार्यम् एकस्मिन् स्थले भवति, अपि च इणो यण् इत्यस्य कार्यम् अन्यस्मिन् स्थले भवति. आडजादीनाम् इति तु लङ् अपि च लुङ् अपि च लृङ् इत्यनयोः इति लकाराणाम् आगमः, लकाराणाम् अङ्गस्य आगमः, अपि च इणोयण् इति सूत्रं तु तिङन्तं निमित्तीकृत्य कार्यम् अस्ति. अतः द्वयोः सूत्रयोः बाध्यबाधकः भावः नास्ति. अतः पूर्वसूत्रं परसूत्रम् इत्यस्य प्रसङ्गः अपि न भवति. अतः आडजादीनाम् इति लकार अवस्थायां कार्यं करोति, इणोयण् इति तिङ् अवस्थायां कार्यं करोति. लकार अवस्था एव प्रथमम् आयाति इति कृत्वा आडजादीनाम् इति सूत्रमेव पूर्वं कार्यं करोति, न तु इणोयण् इति अत्र दत्तमस्ति. सम्यक् भगिनि. अत्र एकः प्रश्नः अस्ति, विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं कदा भवितुम् अर्हति? समानस्थले यदि समाननिमित्तं भवति एण्ड् द्वयोः सूत्रयोः तत्र कार्यं भवितुम् अर्हति, तदा कस्य सूत्रस्य प्राधान्यं वर्तते इति चिन्तनं भवति. परन्तु अत्र तु आडजादीनाम् इति लङ् अवस्थायामेव कार्यं करोति, तत्र तु इणोयण् इति सूत्रस्य क्षम्यतां भगिनि, विप्रतिषेधे परं कार्यम् इत्युक्ते समानकाले द्वयोः सूत्रयोः प्रसक्तिः भवेत्, द्वयोः निमित्तं समानं भवेत् इति अस्ति वा? न, द्वयोः निमित्तं न, एकस्य प्रायः द्वयोः किं कार्यं कर्तुं मिनिमं यः निमित्तम् आवश्यकं तद् भवति. एकस्य सूत्रस्य पारिभाषिक कार्यस्थलं भवति. पारिभाषिकरीत्या कथं वक्तुं शक्नुमः? अन्यत्र अन्यत्र अन्यत्र लब्धावकाशः भवति एकस्य, अन्यस्य अपि अन्यत्र लब्धावकाशः भवति. परन्तु यदा एकस्मिन् न, अत्र तथा नास्ति. अतः पुनः द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अनन्तरम् एतादृशः एतादृशी दृशः द्विवचने कथं भवति, एतादृशः एतादृशौ और् एतादृशे द्वे सूत्रे यदा भवतः तदा एकस्मिन् स्थले यदि तयोः कार्यं भवितुम् अर्हति तदा एव बलाबलचिन्तनं भवति, कस्य कार्यं भवितुम् अर्हति कस्य न भवति इति तदा एव चिन्तनं भवति. परन्तु अत्र तु तथा नास्ति. द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा अत्र? अत्र न, अनयोः सूत्रयोः कार्यस्थलं समानं नास्ति खलु? कार्यस्थलं समानं नास्ति, अनन्तरं द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्यपि वक्तुं शक्नुमः इत्युक्ते आडजादीनाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? लुङ् लङ् लृङ् इति त्रयः लकाराणाम् अङ्गस्य आगमः. न, लङ् लकारे एव पश्यतु, लङ् लकारे अस्य अन्यत्र लब्धावकाशः अस्ति वा? नास्ति. नास्ति वा? आडजादीनाम् इत्यस्य अन्यत्र अजादि आदौ यदा भवति तदा इन्दातुं विहाय अन्यत्र भवति वा न वा आडाजादीनां? भवति. तर्हि आडाजादीनाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अस्ति. हा, परन्तु इणो यण् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? इणो यण् इत्यत्र इण् इति धातु अस्ति खलु भगिनि? आम्, धातु इण् इण् धातोः कृते एव एतत्तु. आम्, इण् धातोः कृते एव अस्ति. अपि च आडजादीनाम् इति तु सर्वत्र यदा अच् आदौ भवति अङ्गस्य तदा एतत् सूत्रं कार्यं करोति. केवलम् इण् धातोः कदा कार्यं करोति, यदा इण् धातोः अजादितिङ् प्रत्ययः यदा भवति तदा एव खलु? अजादिप्रत्ययः समीचीनम्. अजादि तिङ् प्रत्यय यदा अङ्गात् परे भवति, इण् धातोः परे यदा अजादि तिङ् प्रत्ययः भवति तदा इण इत्यस्य ईकारस्य यण आदेशः भवति इति सूत्रं वदति. समीचीनं. तर्हि अत्र इणो एण् इत्यस्य अन्यत्र लब्धावकाशः नास्ति, अडजादीनाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु अत्र द्वयोः एकत्र प्राप्तिः इति नास्ति. खलु एकत्र प्राप्तिः नास्ति, तर्हि सङ्घर्षः अस्ति अस्ति वा इति चेत् एकस्य अन्यत्र लब्धावकाशः नास्ति. तर्हि अत्र इत्युक्ते इणोयन् आडजादीनम् इत्यस्य अपवादः इति वक्तुं शक्यते वा? अपवादः इति वदामश्चेत् रूपसिद्धिः न भवति खलु भगिनि? तत्तु अस्ति, परन्तु अपवादः इति तत्र यद् सिद्धान्त अनुरोधेन अपवादः इति वक्तुं शक्नुमः वा न वा? शक्यते. इणोयन् इति आडाजदिनाम् इत्यस्य अपवादः इति वा? केवलम् इण् धातोः कृते एतत् सूत्रमस्ति. आडजादीनां तु सर्वत्र यदा अच् आदि भवति तदा कार्यं करोति. पृथक् कार्यक्षेत्रम् अस्ति इति चिन्तयामि. एकस्मिन् स्थले समानं कार्यक्षेत्रम् अस्ति इति. कुत्र अस्ति पृथक् कार्यक्षेत्रम्? इदानीम् आडजादीनां स्वीकरोमि चेत् लुङि अपि अस्ति, लृङि अपि अस्ति, पृथक् कार्यक्षेत्रम् इति वक्तुं शक्नुमः. इणोयन् इत्यस्य लटि लटि बहुवचने यन्तु इत्यत्र भवति, लोटि अपि भवति यन्तु इति लङ् विहाय. तर्हि अस्यापि पृथक् कार्यक्षेत्रम् इति वक्तुं शक्नुमः खलु इणोयन् इत्यस्यापि? न, तत्र अजादिप्रत्यये परे इति एव अस्ति खलु. अजादिप्रत्यये परे इति अस्ति इत्युक्ते लङ्लकारं विहाय लट्लकारे लोट्लकारे अपि कार्यं भवति. इणोयन् इत्यस्य कार्यं प्रवर्तते. तत्र तु आडजादीनाम् इत्यस्य प्रसक्तिः एव नास्ति इति वदति खलु. आम् आम्. इति कृत्वा इणोयन् इत्यस्य अपि पृथक् कार्यक्षेत्रं वर्तते. तर्हि इदानीं विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति इति वक्तुं शक्नुमः वा इति चेत्, इदानीं इणोयन् इत्यस्य कार्यानन्तरम् आडाजादीनाम् इत्यस्य कार्यं भवितुम् अर्हति वा? आडाजादीनाम् इत्यस्य कार्यानन्तरम् इणोयन् कार्यं कर्तुम् अर्हति वा? कर्तुं शक्यते. तर्हि आडाजादीनाम् इति अपवादसूत्रमिति वक्तुं शक्यते वा? नित्यसूत्रमिति वक्तुं शक्यते वा? कृताकृतप्रसङ्गि इति वक्तुं शक्यते वा? समानकाले नास्ति खलु. कृताकृतप्रसङ्गि इति वदनार्थं समानकाले अपेक्षितं. इनोयन् इति पूर्वमपि प्रसक्तमासीत्, अनन्तरमपि प्रसक्तमस्ति इति कृत्वा अपवादसूत्रम् इति वक्तुं शक्यते वा? प्रथमतया इनोयन् कार्यं भवतु, तदनन्तरम् आडाजादीनाम् इति तथा चिन्तयितुं शक्नुमः खलु. भगिनी सम्यक्तया उक्तवती तत्र विप्रतिषेध इत्युक्ते अन्यत्र लब्धावकाशः द्वयोः अपि अस्ति इति कृत्वा अपवादः इति वक्तुं न शक्नुमः इति समीचीनम्. तर्हि अन्यत्र लब्धावकाशः द्वयोः सूत्रयोः इति वर्तते. तर्हि विप्रतिषेधे परं कार्यम् इति वक्तुं शक्यते वा इति प्रश्नः. विप्रतिषेधे परं कार्यं न वक्तुं शक्नुमः, यतोहि समानकाले नास्ति इत्यतः इदमपि कार्यं न करोति इति. यद्यपि अन्यत्र लब्धावकाशः अस्ति, तथापि समानकाले न भवति इति कारणतः एकत्र एव भवति खलु. अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः इति खलु इति उक्तत्वा समानकाले न भवति इदानीम्. अतः विप्रतिषेधः नास्ति इति वक्तुमिच्छामि. इति तदेव अत्र करपत्रे दत्तमस्ति. इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रम् इणोयन् इत्यस्य कार्यं स्यात् इति चिन्तयितुं शक्नुमः, परन्तु अत्र वस्तुतः तयोः मध्ये तुल्यबलविरोधः इति वक्तुं न शक्नुमः, यतोहि समानकाले समानस्थले द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अपि अन्यत्र अन्यत्र लब्धावकाशः अपि भवेत्। द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले अपि च तयोः तुल्यबलविरोधः भवति चेत् तदानीं विप्रतिषेधे परं कार्यं, परन्तु अत्र समानस्थले कार्यं नास्ति, समानकाले कार्यं नास्ति। आडागमः तु धातोः आदौ भवति, इणोयन् तु धातोः स्थाने एव भवति इणोयन् इति कृत्वा आडागमः तु आगमः अस्ति, धातोः पूर्वम् आयाति, एतत्तु अङ्गस्य कार्यमस्ति इणोयन् इति कृत्वा स्थानं भिन्नम् अस्ति, द्वयोः समानस्थानं नास्ति इति कृत्वा तुल्यबलविरोधः इति वक्तुं न शक्नुमः इति कृत्वा कथं तत्र विप्रतिषेधे परं कार्यम् इति उक्त्वा इणोयन् इत्यस्य कार्यं प्रथमतया भवेत् इति वक्तुं न शक्नुमः इति। तदनन्तरम् अत्र एवं वक्तुं शक्नुमः, आडाजातीनाम् इति सूत्रं लावस्थायामेव कार्यं करोति, इणोयन् इति सूत्रं तिङ्गवस्थायां कार्यं करोति इति कृत्वा आडाजादीनाम् इति सूत्रं प्रथमं स्यात्, यतोहि लकारः एव प्रथमतया विधीयते खलु, धातुतः प्रथमतया लकारः विधीयते, यदा लकारः विधीयते तदानीमेव तत्र आडागमः भवति। अस्तु इदानीम् अग्रे गच्छामः। अस्तु भगिनि धन्यवादः। अग्रे शोभा भगिनी पठति वा? आं भगिनि, तर्हि इदानीम् अपि च एकवारं यदा आगमः आगतः तदा ध्येयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं यथा आटश्च साक्षात् भवेत् इति नास्ति, केवलम् आगमः भवति तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवतु। तर्हि अधुना स्थितिरस्ति एवम् इति, अग्रे अपि पठामि वा? आमां पठतु। हा, ई योगः लङ् लकारः आडजादीनाम् इत्यनेन आडागमः, आयोगः ई योगः लङ् प्रथमपुरुषस्य बहुवचने तिङ् आदेशः, झि इत्यस्य आ योगः ई योगः झि झोन्तः इत्यनेन अन्त् आदेशः, अन्ति इतश्च इत्यनेन नित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपः अन्त् इति भवति, संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णलोपः, आयोगः ई योगः अन् इति तिष्ठति। अस्तु तर्हि अपि च तत्र आरभ्य अपि च एकवारं यदा आगमः आगतः तदा ध्येयं यत् तस्य आगमस्य अनन्तरम् इत्युक्ते तत्र यदा तत्र वयं दृष्टवन्तः आगमः यदि प्रक्रियायामस्ति तर्हि तदेव प्रथमं भवेत्, तत् कार्यमेव प्रथमं भवेत् इति। इदानीम् आगमः आगमस्य आगमनानन्तरं तत्र आगमस्य अनन्तरं तत्र आगमनिमित्तं कार्यम् इत्युक्ते आटश्च साक्षात् भवेत् इति नास्ति इति, आटश्च इति यदा भवति तत्र आड् इति आगमः भवति चेदेव तदनन्तरम् आटश्च इत्यनेन पूर्वप्रयोः वृद्धि आदेश वृद्धि एकादेशः भवति। तर्हि इदानीं कथम् अवगन्तव्यं तत्र इति इत्युक्ते तत्र आडजादीनाम् इति सूत्रं यदा प्रवर्तते तदनन्तरं साक्षात् तदनन्तरम् आटश्च इति एव भवेत् इति नास्ति इति उक्तमस्ति इति सम्यक् वा भगिनि? केवलम् आगमः भवति हा तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवेत्, क्रमः भवतु इत्युक्ते तत्र आटश्च इति एव आगच्छेत् इति न, तत्र सूत्रबलात् इत्युक्ते तत्र यत् प्रक्रिया इदानीं वर्तते तस्य आधारेण कानि सूत्राणि अग्रे आगत्य कार्यं कर्तुं शक्नुवन्ति इति क्रमः भवति. तर्हि इदानीम् ई योगः लङ् तत्र कुत्र स्थगितवन्तः इत्युक्ते तत्र प्रायशः इदानीम् अन्यत् उदाहरणमिति मन्ये. ई योगः लङ् लकारः इत्युक्ते ई इति धातुः लङ् लकारः आड तत्र आडजादीनाम् इत्यनेन आडागमः. किमर्थं तत्र आडागमः भवति इत्युक्ते लुङ् लङ् लृङ् परे धातोः परे भवन्ति चेत् तत्र अजादि धातुरूपी अङ्गस्य आडागमः भवति. तत्र अजादि धातुरूपी अङ्गम् अस्ति इ इति तत्र परे लङ्लकारः अतः आडजादीनाम् इत्यनेन आडागमः भवति. आयोगः ई योगः लङ् इति भवति. इदानीं प्रथमपुरुषस्य बहुवचने तिङ् आदेशः. तत्र प्रथमपुरुषबहुवचनस्य विवक्षा अस्ति अतः तत्र बहुवचने तिङ् आदेशः झि इति भवति. तिप्तस् झि इति. तर्हि इदानीम् आयोगः ई योगः लङ् इत्यस्य स्थाने झि आदेशः अभवत्. इदानीं झि इति अस्ति इति कृत्वा झोन्तः इत्यनेन अन्त् आदेशः भवति. तर्हि इदानीं तत्र झोन्तः झि तत्र झि इत्यस्य किं झः किं किं झोन्तः अन्तादेशः झि इत्यस्य झकारस्य स्थाने अन्ति इति झकारस्य स्थाने अस्तु तदेव वक्तुम् इष्टवती. न तु झि इत्यस्य झकारस्य स्थाने झः इति भवति षष्ठी. झः अन्तः इति इत्यनेन अन्तादेशः. इदानीं तत्र झि इत्यत्र अन्त् योगः ई अन्ति इति भवति. तदनन्तरम् इतश्च इति सूत्रेण नित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपः अस्तु. तत्र इदानीम् अन्ति इति तत्र तिङ् प्रत्यय आसीत् झि इति तिङ् प्रत्ययः. तर्हि इतश्च इत्यनेन नित् लकारस्य इदानीं तत्र लङ् लकारस्य स्थाने आदेशः अभवन् नित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तत्र झि इत्यस्य इकारान्त ई अस्ति तस्य अन्त्य इकारस्य लोपः भवति अतः अन्त् इति तिष्ठति. अन्त् इति संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णलोपः. इदानीम् अन्त् इति संयोग नकारः तकारः संयोग तत्र संयोगः अस्ति संयोगान्तस्य लोपः इति अन्ते अस्ति इति कृत्वा तस्य लोपः भवति तकारस्य लोपः अन्त्यस्य अतः तकारस्य लोपः. आयोगः ई योगः अन् इति तिष्ठति इदानीम् अत्र आटश्च इणो यण् च द्वयोः प्रसक्तिः अस्तु. तत्र आटश्च इत्यस्य प्रसक्तिः भगिनि धन्यवादः बहु सम्यक्तया उक्तवती. अत्र अन्य कोऽपि वदतु समयस्य अभावः अस्तु. धन्यवादः. तर्हि इदानीम् अत्र उक्तं प्रथमतया आडाजादीनाम् इत्यस्य कार्यं भवति लकारनिमित्तिककार्यं. तदनन्तरं तत्र क्रमेण तत्र आयोगः ई योगः झि झि इत्यत्र तु झोन्तः इत्यनेन अन्तादेशः अन्ति इति भवति. इतश्च इत्यनेन इकारस्य लोपः. आयोगः ई योगः अन्त् इति भवति. अन्त् इत्यत्र अन्ते नकारतकारयोः संयोगः इति कृत्वा संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः. तर्हि आयोगः ई योगः अन् इति स्थितिः अस्ति. वस्तुतः सिद्धप्रत्ययः अन् इति साक्षात् स्वीकर्तुं शक्नुमः. आयोगः ई योगः अन् इति सिद्धप्रत्ययः. तर्हि तस्याम् अवस्थायां किं कर्तुं शक्नुमः? इति अग्रे वयं पश्यामः. सरस्वती भगिनी अग्रे पठति वा? आं भगिनि. अत्र आटश्च इनोयञ्च द्वयोः प्रसक्तिः. आटश्च इत्यनेन आडागमः आडागमात् अचेपरे पूर्वपरयोः वृद्धिरेकादेशो भवति. इनोयण् इत्यनेन इण् धातोः यणादेशः भवति अजादिप्रत्ययपरे. तर्हि एतावत्पर्यन्तं वयं दृष्टवन्तः आयोग ईयोग अन् एतत् वयं प्राप्तवन्तः. तर्हि अत्र आटश्च तथा इनोयन् द्वयोः इत्यनयोः प्रसक्तिः अस्ति. आटश्च अत्र एतत् किं करोति इत्युक्ते आडगमात् अचि परे पूर्वपरयोः वृद्धि एकादेशः. तर्हि वृद्धिः भवति यतोहि आडजादीनां सूत्रस्य कार्यम् अभवत्. इदानीम् आटश्च तत्र वृद्धि एकादेशः भवति. इणोयन् यदि अजादि कित्वित् प्रत्ययः अस्ति इन् इन् धातोः कृते तदा इन् धातोः परे तदा तस्य यणादेशः भवति अजादिप्रत्यये परे. यथा पूर्वम् अग्रे पठामि वा भगिनि? आमां पठतु. हा, यथा पूर्वम् अत्रापि तुल्यबलो विरोधः नास्ति यतोहि कार्यस्थलं भिन्नम्. आटश्च इत्यस्य आयोग ई इति स्थलम्, इणोयण् इत्यस्य ईयोग अन् इति स्थलम्. ध्येयं यत् समानस्थले कार्यं न जायमानं, समानकाले किन्तु समानस्थले न. अतः अन्यत्रान्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबल्यविरोधः इत्यनेन तुल्यबल्यविरोधः न भवति. अपि च समानस्थलाभावात् अपवादस्य प्रश्नः न उदेति. कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति. तदर्थं न तुल्यबल्लविरोधः न वा अपवादभूतत्वम्. तर्हि अत्र पूर्वपरनित्यान्तरतरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते. तर्हि अत्र पुनः वयं पश्यामः यत् आटश्च अस्य कार्यस्थलं यदस्ति तदस्ति आयोग ई इति इत्यत्र, इनोयन् इत्यस्य ईयोग अन्. तर्हि कार्यस्थलं समानं नास्ति, अतः समानकाले कार्यमस्ति परन्तु समानस्थले नास्ति. अतः तुल्यबलविरोधः न भवति. अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलो बलविरोधः इत्यनेन परिभाषया तुल्यबलविरोधः न भवति. समानकालः अस्ति परन्तु समानस्थलं नास्ति. अतः अनेन कः शब्दः भगिनि? अहं पुनः न श्रुतवती. अनया परिभाषया तुल्यबलविरोधः न भवति. समानस्थलाभावात् तर्हि अपवादस्य अपि प्रश्नः न उदेति. यदि समानस्थलः अस्ति द्वयोः सूत्रयोः प्रसक्तिः भवति तर्हि एव अपवादस्य प्रश्नः आगच्छति. अत्र तु एवं नास्ति, समानस्थले स्थलमेव नास्ति, अतः अपवादस्य अपि प्रश्नः न उदेति. तर्हि तुल्यबलविरोधः न अपवादभूतत्वम्. अतः अत्र पूर्वपरनित्यान्तरङ्गात् अङ्ग अपवादानाम् उत्तरोत्तरं बलीय इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते. भगिनी, अहम् एषा परिभाषा सम्यक्रीत्या न जानामि. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. पूर्वपरनित्य अस्ति, अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. एतस्य विषये भवती वदति वा? आमाम् अस्तु, समीचीनम्। इत्युक्ते आदौ इदानीम् आडागमः प्रथमतया भवति इति स्वीकुर्मः चेत्, लकारावस्थायामेव आडागमः भवति इति स्वीकुर्मः चेत् तदानीमपि प्रश्नः भवति, तदनन्तरम् आगमानन्तरम् इनोयण् कार्यं करोति वा नो चेत् आटश्च कार्यं करोति वा इति प्रश्नः। तर्हि वयं पश्यामः चेत् यथा पूर्वं चर्चितम् अनयोः तुल्यबलविरोधः नास्ति, यतोहि समानफले कार्यं नास्ति, अनयोः कार्यस्थलं भिन्नम्। आटश्च इत्युक्ते आडागमनन्तरं यः अच्वर्णः अस्ति तयोः पूर्वपरयोः वृद्धिः एकादेशः भवति। इनोयन् इति तु धातुरूपी अङ्गस्य यः इकारः अस्ति तस्य स्थाने यणादेशः इति अत्र उक्तमस्ति। वस्तुतः वयं पश्यामः चेत् सम्पूर्णतया समानस्थलं भिन्नस्थलम् इति वक्तुं न शक्नुमः, यतोहि आडागमानन्तरं यः अच्वर्णः इ इति अस्ति, आयोगः इ, तत्र एव आटश्च इत्यस्य कार्यं भवति। ईयोगः अन् इत्यत्र ई इत्यस्य यणादेशः भवति, अतः सम्पूर्णतया भिन्नस्थलम् इति न वक्तुं शक्नुमः, सम्पूर्णतया समानस्थलम् इति अपि वक्तुं न शक्नुमः, यतोहि आटश्च इत्यस्य कार्यार्थं पूर्वम् आडागमः अपेक्षितः अस्ति इति कृत्वा तत्र अन्यत्र अन्यत्र लब्धावकाशयो एकत्र प्राप्तिः तुल्यबलविरोधः इति वक्तुं न शक्नुमः। इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति अपि तत्र न द्रष्टव्यं, तत्र समानकार्यस्थलं समानं नास्ति इति कृत्वा तुल्यबलविरोधः इति नास्ति। विप्रतिषेधे परं कार्यमिति चिन्तनं न कर्तुं शक्नुमः। अपि च इणोयण् इति सूत्रम् आटश्च इत्यस्य अपवादः, आटश्च इति इणोयण् इत्यस्य अपवादः इति अपि वक्तुं न शक्नुमः, यतोहि आटश्च इत्यस्य कार्यम् अन्यत्रापि भवति, यण् धातु इन् दातुं विहाय इणोयण् इत्यस्य कार्यमपि अन्यत्र भवति, यतो लट्लकारे लोट्लकारे यथा भगिनी उक्तवती तत्रापि कार्यं भवति। तर्हि इदानीं कथं निर्णयः? कार्यस्थलं समानं नास्ति, अपवादः इति अपि वक्तुं न शक्नुमः, इत्युक्ते एकं सूत्रं व्यर्थं भवति इत्यपि वक्तुं न शक्नुमः, यतोहि इणोयन् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, आटश्च इत्यस्य अपि अस्ति, अतः अपवादः इति वक्तुं न शक्नुमः। तुल्यबलः विरोधः नास्ति, अपवादः नास्ति। तर्हि एवं चेत् अत्र एका परिभाषा वर्तते, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गस्य अपेक्षया अपवादसूत्रं बलवत्। इत्युक्ते उत्तरोत्तरं बलीयः, पूर्वस्य अपेक्षया परं, परस्य अपेक्षया नित्यं, नित्यस्य अन्तरङ्गम्, अन्तरङ्गस्य अपेक्षया अपवादः इति परिभाषा वर्तते। तदनुगुणं वयं पश्यामः चेत् पूर्वपर इति प्रसङ्गः नास्ति अत्र, अपवादः इति अपि प्रसङ्गः नास्ति। तर्हि नित्यसूत्रं वा आटश्च इणोयण् इति चेत् यदा वृद्धिः भवति आयोगः इ ऐ इति भवति, तदानीम् अयोगः अयोगः अन् तत्र इणोयण् इति यणादेशः एव न भवति, इकः स्थाने एव यण्, इदानीम् ऐ तु इक् वर्णः नास्ति, तर्हि इणोयण् इत्यस्य कार्यं कथं वा भवितुमर्हति तत्र आटस्य इत्यस्य कार्यानन्तरं? तर्हि यणादेशः यदा भवति, प्रथमतया एणोयण् इत्यस्य कार्यं यदा भवति, तर्हि ययोगः अन् यन् इति भवति, इदानीम् आटस्य इत्यस्य प्रसक्तिः एव नास्ति। तर्हि इदानीं नित्यसूत्रमिति वक्तुं न शक्नुमः, अन्तरङ्गसूत्रमिति अपि वक्तुं न शक्नुमः इति कृत्वा अत्र विप्रतिषेधे परं कार्यं न भवितुम् अर्हति। नित्यसूत्रं नास्ति, अन्तरङ्गसूत्रमपि नास्ति, अपवादसूत्रमिति अपि वक्तुं न शक्नुमः। इत्युक्ते अन्तरङ्गसूत्रम् इत्युक्ते तत्र एकः भागः अन्तर्भूतः अस्ति, अन्तर्निमित्तकत्वम्, अन्तरङ्गत्वम् इत्युक्ते बाह्यनिमित्तभूतसमुदायस्य अन्तर्निमित्तकत्वम्, अन्तर्भूतं यद् निमित्तं तदानीम् अन्तरङ्गम् इति वक्तुं शक्नुमः। अत्र तु तथा नास्ति, आटश्र इत्यस्य निमित्तमपि लकारः अथवा तिङ्प्रत्ययः, लकारस्य स्थाने यः तिङ्प्रत्ययः न, आटश्च इत्यस्य निमित्तं तु लकारः नास्ति, आटश्च इत्यस्य निमित्तं तु आयोगः इ, तावदेव आयोगः इ इति निमित्तम्। इणोयण् इत्यस्य निमित्तमस्ति ईयोगः अन् इति कृत्वा तत्र अन्तर्भूतनिमित्तकत्वम् इति वक्तुं न शक्नुमः। इत्युक्ते अत्र समुदायः अस्ति आयोगः ईयोगः अन् इत्युक्ते एकं सूत्रम् आयोगः ईयोगः अन् इति आधारीकृत्य भवेत्, अन्यसूत्रम् आयोगः इ इति आधारीकृत्य भवति चेत् तदानीम् अन्तरङ्गत्वम् इति वक्तुं शक्नुमः. अत्र तु तथा नास्ति, अतः अन्तरङ्गत्वम् इत्यपि वक्तुं न शक्नुमः. अतः अस्य परिभाषायाः प्रयोगः एव नास्ति अत्र. पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्यस्य प्रयोगः अत्र न दृश्यते. तर्हि कथं वा निर्णयः इति अत्र प्रश्नः आयाति. तर्हि उषा भगिनी अग्रे पठति वा? आं भगिनि. किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. इण्धातुः विषयकतया प्रतिपतोक्तत्वं. व्याकरणशास्त्रे प्रतिपतम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति. प्रतिपतम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्र अवस्थितिकत्वमेव बीजम्. यथा एकः छात्रः आगच्छतु इत्यनेन कश्चन छात्रम् आह्वानं शक्नुमः. चैत्र आगच्छ इत्यपि रीत्या आह्वानं शक्नुमः. उभयत्र छात्रस्य आह्वानं. कश्चन छात्रः आगच्छतु इत्यस्य अपेक्षया चैत्र आगच्छ इत्यनेन शीघ्रं प्रवृत्तिः भवति. कुतः इति चेत् तस्य वाचकपदम् प्रतिपतेन उक्तं प्रतिपतोक्तं. छात्रत्व अवच्छिन्नः यः कोऽपि छात्रः भवितुम् अर्हति. छात्र अवच्छिन्नः यः कोऽपि छात्रः भवितुम् अर्हति. किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं यत् पदं तस्य विशिष्ट उच्चारणात् प्रतिपतोक्तं भवति. कश्चन छात्रः आगच्छतु इत्यस्य कथनेन अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्कात् शीघ्रम् उपस्थितिः न भवति. शङ्कातः आम् भगिनि. अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्कातः शीघ्रम् उपस्थितिः न भवति. किन्तु चैत्र आगच्छ इत्यस्य कथनेन विलम्बः न भवति, अपि तु शीघ्रो उपस्थितिः भवति. अस्तु भगिनि, वयं दृष्टवन्तः पूर्वपर आटश्च अपि च इणोयण् इत्यस्य कृते इत्यस्य तुल्यबलविरोधः अपि च तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नं. तुल्यबलविरोधः नास्ति अपि च अन्यत्र लब्धावकाशः इति अस्ति. सो तुल्यबलविरोधः इति न भवति. तुल्यबलविरोधः अपि न भवति. सो पूर्वपर इति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः तत्र तत् परिभाषया न कार्यं भवितुम् अर्हति इत्यनेन आटश्च इति अपि च इणो यण् इत्यस्य कृते प्रथमं किं सूत्रस्य कार्यं भवेत् इति अत्र कश्चन नूतनसिद्धान्तः आनेतव्यः. इण्धातु विषयकतया प्रतिपतोक्तत्वम् इति उच्यते. इण्धातु इणोयण् इति सूत्रे इण्धातुः विशेषतया उक्तम् इति प्रतिपतोक्तत्वम् इति अत्र दत्तं विषयकतया. व्याकरणशास्त्रे प्रतिपदम् इति उच्यते यत्र साक्षात् नाम्ना आह्वानं भवति. प्रतिपदम् इत्यनेन नामग्रहणं साक्षात् नामग्रहणं नामम् उच्यते चेत् प्रतिपदं प्रतिपदेन सूत्रम् अस्ति चेत् प्रतिपतोक्तत्वम् अस्ति इति. अस्मिन् सिद्धान्ते शीघ्र अवस्थितिकत्वम् अत्र नामपदम् उच्यते सूत्रे इत्यनेन शीघ्र अवस्थितिकत्वम् आयाति तथा प्रतिपतोक्तत्वं. शीघ्र अवस्थितिकत्वम् इत्यस्य कृते उदाहरणं दत्तम्. एकः छात्रः यथा आचार्यः वदति एकः छात्रः आगच्छतु इत्यनेन कश्चन छात्रम् आह्वानं शक्नुमः, परन्तु चैत्र इति चैत्र आगच्छ इत्यपि रीत्या अपि आचार्यः आह्वानं शक्नुमः. परन्तु उभयत्र छात्रस्य आह्वानमेव भवति, परन्तु ये चैत्र आगच्छ इति स्थिते नामपदम् उच्यते इत्यनेन चैत्र शीघ्र प्रवृत्तिः भवति. एकः छात्रः आगच्छतु इत्यस्य कृते विलम्बः भवति. अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्कातः अपि अस्ति. शीघ्र उपस्थितिः नास्ति. चैत्र आगच्छ इत्यनेन नाम्ना आह्वानं भवति इत्यनेन विलम्बः न भवति, शीघ्र उपस्थितिः अस्ति. शीघ्र उपस्थितिः एव प्रतिपदोक्तत्वम् इत्यस्य बीजम्. अत्र इणोयण् इति सूत्रे इण् धातुः इति आह्वानं भवति. शीघ्रो उपस्थितिः भवति इत्यनेन प्रतिपदोक्तत्वम् अस्ति इति वयं वक्तुं शक्नुमः. किमर्थम् अस्य विषये चर्चा अस्ति अत्र? इणोयण् इति सूत्रम् अपि च आटश्च इति अनयोः सूत्रयोः मध्ये किं सूत्रं कार्यं भवेत् इत्यस्य कृते इणोयण् इति सूत्रं प्रतिपदोक्तम् इति दत्तम् इति. समीचीनम् इत्युक्ते एतावता अस्माभिः प्रतिपदोक्तत्वं नाम किम् इति न चिन्तितं खलु. प्रतिपदोक्तत्वं नाम प्रतिपदम् उच्चार्य यत्र सूत्रस्य विवरणं दीयते. यतोहि अत्र ईणोयण् इति सूत्रे यस्य कस्यापि धातोः विषये न उक्तम्. अत्र विशेषतया इण् धातोः विषये उक्तमस्ति खलु. साक्षात् इण् धातोः विषये उक्तमस्ति. तर्हि इणोयण् इति सूत्रं तत्र सूत्रे प्रतिपदोक्तत्वम् अस्ति. प्रतिपदम् उच्चार्य सूत्रस्य विवरणं यत्र दीयते तत् प्रतिपदोक्तत्वं. तदर्थं तत्र उदाहरणं दीयते. यत्र कुत्रापि गृहे किमपि कार्यं भवति, तत्र गृहे पुत्राः सन्ति इति चिन्तयतु. माता पुत्रस्य आह्वानं करोति, पुत्राः आगच्छन्तु इति. अथवा यदि माता वदति एकः पुत्रः आगच्छतु इति वदति चेत् तदानीं दशपुत्राः सन्ति, तेषु कः केन आगन्तव्यम् इति न ज्ञातुं शक्नुमः. पुत्राः अपि न ज्ञातुं शक्नुवन्ति. तस्य अपेक्षया माता वदति चैत्रः आगच्छतु इति वदति चेत् तदानीं सः साक्षात् अवगच्छति तेन आगन्तव्यम् इति. एवम् अत्र इणोयण् इति सूत्रे साक्षात् धातोः उल्लेखः वर्तते इति कृत्वा तस्य झटिति उपस्थितिः भवति, शीघ्रोपस्थितिः भवति. यतोहि विशेषण उच्चारणमस्ति, विशेष उच्चारणमस्ति, विशिष्ट उच्चारणमस्ति. तादृशविशिष्ट उच्चारणमेव प्रतिपदोक्तत्वम् इति वयं वदामः. परन्तु आटश्च इति सूत्रे तादृशविशेष विशिष्ट उच्चारणं नास्ति. अत्र आटश्च इति सूत्रं किं वदति? आडागमः यत्र भवति तदानीम् अश्वर्णः अनन्तरं वर्तते चेत् वृद्धिः भवति इति उक्तं तत्र. परन्तु धातुः कः इति न उक्तं. यं कमपि धातुं स्वीकृत्य तत् कार्यं वयं कर्तुं शक्नुमः इति कृत्वा अनयोः सूत्रयोः मध्ये इणोयन् इति सूत्रं प्रतिपदोक्तत्वम् इणोयन् इति सूत्रे वर्तते इति कृत्वा तस्य शीघ्रोपस्थितिः भवेत् इति कृत्वा तस्य बलम् अधिकं भवति इति वदति. प्रतिपदोक्तत्वम् इत्यस्य बलेन इणोयन् इत्यस्य कार्यं प्रथमं स्यात् इति अत्र वार्ता अस्ति. अस्तु, तर्हि इदानीम् अग्रे मीना भगिनि. पूर्वम् आडजादीनाम् अपि च इणोयन् इत्यत्रापि इण् इति अस्ति खलु, तस्य प्रतिपदोक्तत्वं नास्ति वा? इत्युक्ते तत्र इत्युक्ते प्रतिपदोक्तत्वम् इत्युक्ते निमित्तं भवेत् खलु. यदा ई योगः लङ् इति अस्ति, ई योग लङ् इति अस्ति, तत्र अजादिप्रत्ययः अस्ति वा? ई योगः लङ् इत्यत्र अजादिप्रत्ययः नास्ति इति कृत्वा, परन्तु तत्र इणोयण् इत्यस्य कार्यं न भवितुमर्हति. इत्युक्ते निमित्तं न पूरितं. प्रतिपदोक्तत्वम् इत्युक्ते किं? यत्र कुत्रापि भवति इति न अर्थः. निमित्तं पूरितं चेत् प्रथमतया भवति इत्यर्थः. अस्तु, तर्हि तत्र इणोयण् इत्यस्य प्रसङ्गः न भवति. आडाजादिनं प्रथमतया भवति. यदा आडाजादिनम् एकवारम् आयाति तदनन्तरमेव एतादृशचिन्तनम्. अस्तु अस्तु, तर्हि अग्रे गच्छामः. मीना भगिनी अग्रे. इतिवत् अत्र तत्र भगिनि प्रतिपदं पूर्वस्मिन् प्रतिपदम् ओ पूर्वस्मिन् परिचयते भगिनि पदं पदं प्रतिपदं तत्र वा प्रतिपदं पदं पदं प्रतिपदं पदं पदं प्रतिपदं तन्मा तत् मात्र मात्रवृत्तिधर्मविशिष्टं पदं तन्मात्रवृत्तिधर्मविशिष्टं पदम् किं दीप्सया तत् तत् पदमात्रवृत्तिधर्म पुरस्कारवैशिष्ट्यं तत् पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते अस्तु अस्तु अहं पुनरपि पठामि भगिनि पदं पदं प्रतिपदं तन्मात्रवृत्तिधर्मविशिष्टं पदं वीक्षया वीक्षया इत्युक्ते पुनरपि वदति किल वीक्षया तत् तत्पदमात्रवृत्तिवृत्तिः वृत्तिधर्मपुरस्कारवैशिष्ट्यं तत् तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते तत् अनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते तद् अनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते यथा इतो यण् इत्यनेन यण् आदेशः प्रतिपदोक्तः इको यण् अचि इत्यनेन यण् आदेशः लाक्षणिकः अनेकाचो संयोगपूर्वस्य इत्यनेनापि यण् आदेशः लाक्षणिकः अत्र प्रतिपदोक्तम् अपि च लाक्षणिकः इति भेदः किम् इति उक्तं वा प्रतिपदोक्तम् इत्युक्ते प्रतिपदं तत्र अहं न अवगच्छामि तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति तत्र अहं न अवगच्छामि भगिनि तत्र तस्य पदं न अवगच्छामि तत्पदमात्रवृत्तिः धर्मपुरस्कारवैशिष्ट्यम् तत्पदमात्रवृत्तिः वृत्तिधर्मपुरस्कारवैशिष्ट्यम् तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते प्रयत्नं करिष्यामि भगिनि प्रतिपदम् इति वदामः चेत् पदं प्रतिपदम् इति अत्र उक्तं तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति उल्लेखनेन अत्र तन्मात्रवृत्ति विशिष्टवृत्ति तेः अथवा विशिष्टधर्मस्य उल्लेखनम् इति अत्र पृथक्तया उक्तं चेत् वीप्सया इति अपि पुनः पुनः यदि वदामः चेत् वीप्सया वीप्सायाम् इति अर्थः स्यात् तर्हि तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं कुत्र अस्ति वीप्सा वीप्सायाम् इति पदं इति उक्तत्वा तत्र पदं पदम् इति उक्तं खलु विग्रहवाक्ये प्रतिपदं पदं प्रतिपदम् अत्र वीप्सायाम् अस्ति अविभावसमासः भवति तत्र तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति उक्तत्वा तत्र विशिष्टवृत्तेः अथवा विशिष्टधर्मस्य उल्लेखनम् इति अर्थः स्यात् तादृशग्रहणविशिष्टधर्म इत्युक्ते अत्र प्रतिपदं पदं पदं प्रतिपदम् इति वीक्षायाम् उक्तमस्ति. अत्र तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति अत्र उक्तं खलु, तस्य अर्थः एतादृशं स्यात् यत्र विशिष्टवृत्तेः अथवा विशिष्टधर्मस्य उल्लेखनं उदाहरणं प्रातिपदिकं तत्र प्रातिपदिकम् इत्यस्य अपि तदेव डेफिनिशन् अस्ति भगिनि. प्रातिपदिकम् एवं न, तत्र इत्युक्ते पूर्वं दृष्टम् आसीत् मया प्रातिपदिकम् इत्यस्य, तत्रापि पदं पदं प्रतिपदम् इति दत्तमासीत्. इत्युक्ते तेन सर्वाः विभक्तयः निर्मितानि भवन्ति. तत् उदाहरणं सम्यक् भवति वा भगिनि? न, अत्र अत्र प्रातिपदिकम् इत्युक्ते प्रतिपदं प्रातिपदिकम् इति तत्र प्रातिपदिकम् इत्यत्रापि पदं पदम् इति प्रायः स्यात्, परन्तु अत्र प्रातिपदिकम् इति विषयः नास्ति. न, इत्युक्ते अहं चिन्तितवती तत्र तन्मात्र तद् मात्र तत् मात्र वृत्तिधर्मविशिष्टं पदम् इत्युक्ते तत्र केवलं चिन्तनं वदामि. विभक्ति प्रत्येकस्मिन् प्रत्येकस्यां विभक्त्यां तत् मात्र वृत्तिधर्मविशिष्टवैशिष्ट्यम् अस्ति इति चिन्तितवती, किन्तु प्रायशः सम्यक् नास्ति. अस्तु, उदाहरणम् अत्र एव वृत्ति इति भवति. क्षम्यतां भगिनि, तत्र एव एकः गुणः अथवा वाट् केन् ऐ से, तत्र एव वर्तते चेत् तन्मात्रवृत्ति विशेषम्. इदानीं यन् इत्यत्रापि हा इण् धातोः कृते इति पृथक्तया उक्तत्वात् इत्युक्ते इण् इण् इति धातुः अत्र विशिष्टधर्मम् धर्मः इणोयन् इत्यत्र इणोयन् इत्यत्र धातुः इति धातुत्वं स्यात् इण् इण् गतौ इति धातुः धर्मः तु अन्यत्रापि अस्ति खलु, धातुत्वम् अस्ति इण् इति धातुः इति विशिष्टेन उक्तं. हा इन्त्वं, हा सम्यक्. इत्युक्ते यत्र इदानीं पश्यतु इको एणचि इति सूत्रे धातुः कः इति ज्ञायते वा? इकः स्थाने यणादेशः भवति अचि परे इति उक्तं, तत् सूत्रं लाक्षणिकम् इत्युक्ते तत्र सूत्राधारेण अस्माभिः निर्णेतव्यं कुत्र कुत्र कार्यं भवितुम् अर्हति, अत्र निमित्तं पूरितं वा, अत्र किम् इकः इक् वर्णः अस्ति वा, यण् वर्णः अच् वर्णः अस्ति वा, सर्वं दृष्ट्वा कार्यं भवति तत्र. तद् लाक्षणिकम् अस्ति, सूत्राधारेण अस्ति. परन्तु इनोयन् इति वयं पश्यामः चेत् इनोयन् इत्यत्र साक्षात् उक्तं खलु इण् इति इत्युक्ते तत्र एकः एव धातुः अस्ति इन्, तर्हि तस्य कृते एव सूत्रमस्ति इति वयम् अवगन्तुं शक्नुमः, झटिति अवगन्तुं शक्नुमः खलु इन् धातोः विषये इति. अत्र इको एणचि इत्यत्र किम् अस्ति इति ज्ञातुं न शक्नुमः खलु, द्रष्टव्यं भवति कुत्र कार्यं भवति, सर्वत्र भवति वा कुत्र भवति इति अस्माभिः द्रष्टव्यं भवति. इत्युक्ते सूत्राधारेण इक् अस्ति वा अच् अस्ति वा तदानीं यन् भवति इति निर्णेतव्यम्. एवम् एरनेकाच संयोगपूर्वस्य इत्यत्रापि अस्ति, इकारान्तधातुः अस्ति वा अनेकाच् अस्ति वा संयोगपूर्व इकारः अस्ति वा, तत् सर्वं वयं पश्यामः चेत् तदानीं यणादेशः भवति, सर्वत्र भवति इति नास्ति खलु. परन्तु इणो इन् धातोः विषये तथा नास्ति. इदानीम् अहं बालकः इति अहं वदामि चेत् तत्र बालकाः बहवः बालकाः भवितुम् अर्हन्ति, सर्वेषु बालकत्वं वर्तते. परन्तु अहं रामः इति वदामि चेत् रामः इति बालकः इति वदामि चेत् तदानीं झटिति उपस्थितिः भवति खलु, यतोहि रामे रामत्वम् इति धर्मः वर्तते. तदाधारीकृत्य अहम् अवगच्छामि अत्र रामः रामः वर्तते, तस्य कृते मम आह्वानम् अस्ति इति अवगन्तुं शक्नोमि. एवम् इनोयन् इति सूत्रे प्रतिपदम् उच्चार्य विवरणं दत्तं, तदर्थम् अत्र उक्तमस्ति तन्मात्रवृत्तिधर्मविशिष्टं पदम् इत्युक्ते इन् इति धातौ कः धर्मः अस्ति विशिष्टः धर्मः इत्युक्ते तत्र धातुत्वम् अस्ति इन् इति तत्र अङ्गत्वम् अस्ति तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् अङ्गत्वम् अस्ति तत्सर्वं विशिष्टधर्मं नास्ति यतोहि विशिष्टधर्मः नास्ति यतोहि तादृशधर्मः अन्यत्रापि अस्ति खलु तर्हि विशिष्टं किं तत्र विशिष्टं किम् इति चेत् इन्त्वं तत्र इन् धातोः यः विशिष्ट इन्त्वम् इति अस्ति तदेव विशेषधर्मः यथा अहं वदामि मनुष्यः इति चेत् मनुष्यः पशुभ्यः भिन्नः किमर्थम् इति चेत् मनुष्येषु मनुष्यत्वम् इति यः धर्मः अस्ति सः धर्मः भिन्नः अस्ति एवं पशुः सस्येभ्यः सस्येभ्यः भिन्नः किमर्थम् इति चेत् पशुषु पशुत्वम् इति यः धर्मः अस्ति सः विलक्षणः धर्मः अस्ति एवम् अत्र इन् धातुः अपेक्षया यदि अहं खाद् इति धातुं वदामि तर्हि खाद् धातुः इन् धातोः अपेक्षया भिन्नः धातुः किमर्थं भिन्नः धातुः यतोहि तत्र खाद् धातोः एकः विलक्षणः धर्मः अस्ति येन अस्माकम् अवगमनं भवति ओ अत्र खाद् धातुः एव अस्ति अन्यः धातुः नास्ति इति पृथक्करणं शक्यते यत्र एतादृशपृथक्करणं शक्यते तत्र प्रतिपदम् इति वयं वदामः यतोहि तत्र यः विशिष्टः धर्मः वर्तते तन्मात्र इत्युक्ते यद् पदम् उक्तं तस्मिन् केवलं तस्मिन् यः वृत्ति इत्युक्ते वर्तमानः धर्मविशेषः धातौ यः वर्तमानः धर्मविशेषः इन् धातौ यः वर्तमानः इन् त्वम् इति धर्मविशेषः तादृशं पदम् एव प्रतिपदम् इति वयं वदामः इत्युक्ते तत्र विशिष्टधर्मेण तस्य बोधः यदा भवति तदानीं तत्र प्रतिपदम् इति वयं वदामः यदा इनो एन् इति एकं सूत्रम् अन्यसूत्रं किं भवितुमर्हति अस्तेर्भूः अस्तेर्भूः अस्तेर्भूः अनन्तरं चक्षिं क्यायः यच्छति ग्रहिज्या वै वेदि इत्यत्र धातोः उल्लेखः अस्ति इति सर्वत्र सर्वेषु स्थलेषु प्रतिपदमस्ति इत्युक्ते सामान्यतया सूत्रस्य कार्यं भवति इति नास्ति परन्तु केषाञ्चन धातूनां विशेषतया उल्लेखः तत्र वयं वदामः प्रतिपदम् अन्यत्र तु लाक्षणिकः इत्युक्ते तत्र लक्षणद्वारा निर्णयः लाक्षणिकः इत्युक्ते लक्षणद्वारा निर्णयः लक्षणं किम् अस्ति इक्वर्णः पूर्वं भवेत् अच्वर्णः परं भवेत् तदानीं यणादेशः भवति इति तु लाक्षणिकः किं मीना भगिनी वदतु किम् अवगतम् तत्र यदि गतौ इनो एन् इति उक्ते तत्र इकारः त्वम् एव इकारधातु एव यकारः आगच्छति तत्र विशिष्टं इका इन् धातोः एव अन्य धातुः नास्ति तत्र परन्तु इको यणचि अपेक्षया तत्र इको यन् तत्र इक् वर्णः कोऽपि अस्ति तत्र इ ऊर् तत्र केवलम् एकवर्णः नास्ति प्रतिपदोक्तम् अत्र नास्ति इक् वर्णः इति इति अस्ति यन् वर्णः एव तत्र अपि अस्ति तस्मात् लक्षणं तस्य तस्मात् यन् आदेशः लाक्षणिकः इति उक्तं परन्तु तत्र इको इनो यन् यत् तत्र उक्तं तत्र एकत्र तत्र इन् धातोः यकारः आदेशः इति प्रतिपदम् उक्तं तत्र तादृशमेव अहम् अवगतं भगिनी मया आमाम् इति तत्र यत्र विशेषधातोः उल्लेखः अस्ति तत्र विशिष्टधर्मः वर्तते इति कृत्वा तत्र प्रतिपदम् इति वयं वदामः अन्यत्र तु लाक्षणिकः अस्ति अस्तु तर्हि इदानीम् अग्रे किम् अरुणा भगिनी पठति वा आं भगिनि नमस्कारः नमस्कारः पठतु कुत्र पठनीयं भगिनि अतः इतिवत् अत्र प्रकृतौ इनोयन् इत्यनेन इन् धातोः एव यन् आदेशो विधीयते यस्य कस्यपि यन् आदेशः इति न किन्तु आटश्च इत्यनेन आडागमात् यस्मिन् कस्मिन्नपि अचिपरे पूर्वपरयोः वृद्धि एकादेशो भवति. अतः प्रतिपद उक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इनोयन् इत्यस्य शीघ्र उपस्थितिः. ओके, इनोयन् सूत्र वदति इन् दातस्थाने यन् आदेशो विधीयते, तदं वयं जानीमः. आतश्च सूत्रं किं वदति? आडागमात् यस्मिन् कस्मिन्नपि अचिपरे. ओके, आतश्च सूत्रं वदति आडागम अस्ति, तदनन्तरम् अचिपरे पूर्वपरयोः वृद्धि एकादेशः भवति इति वदति. ओके, अतः अवगतं भगिनि. अतः प्रतिपद उक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इनोयन् इत्यस्य शीघ्र उपस्थितिः. ओके, अत्र इनोयन् इत्यनेन प्रतिपदिकसूत्रम् इति वदति. अत्र इन् इति विशिष्टया उक्तम्, अतः तदेव कार्यं शीघ्रं भवति आतश्च सूत्रं पूर्व तदेन भगिनि. आमां, सम्यक् भगिनि, सम्यक्. इत्युक्ते इनोयन् इति सूत्रं प्रतिपदोक्तं तस्मिन् सूत्रे वदते वर्तते. प्रतिपदोक्तत्वस्य कारणात् इणोयन् इति सूत्रं प्रथमतया कार्यं भवति. आटश्च इति सूत्रं लक्षणिकः अस्ति, तस्य कार्यं तत्र लक्षणमेव दत्तमस्ति, कुत्र अस्य कार्यं भवति इति लक्षणं दत्तम् इति कृत्वा तद् लाक्षणिकम् अस्ति. तर्हि लाक्षणिकस्य अपेक्षया प्रतिपदोक्तस्य उपस्थितिः झटिति भवति, शीघ्रोपस्थितिः भवति इति कृत्वा इणोयन् इत्यस्य कार्यं प्रथमतया स्यात्, तत्पश्चादेव आटश्च इत्यस्य कार्यं स्यात् दत्तमस्ति. तर्हि इदानीं तत्र सूर्यकुमारी भगिनी पठति वा? धन्यवादः भगिनि. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्वम् इत्युच्यते. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गस्य अन्यत्र. अतः अत्र तस्य समग्रप्रतिपादनं न दीयते, किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्वम् आटचेति सूत्रे निमित्तं लक्षणरूपेण एव दीयते. इनोयन् इति सूत्रे प्रतिपदोक्तम् अस्ति, तत्र परिभाषासूत्रमस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषा अस्ति. प्रतिपदोक्तस्य बलवत्वम् इति उच्यते. इनोयन् सूत्रं प्रतिपदोक्तं ग्रहणमस्ति, आटच्च सूत्रं लक्षणग्रहणमस्ति. द्वयोः प्रतिपदोक्तस्य बलवत्वमस्ति, तत्कारणेन आटच्च अपेक्षया इनोयन् बलवत् भवति, तत्कारणेन इनोयन् प्रथमं भवति. समीचीनं, समीचीनं. तर्हि उमावग्नि वदति वा एकवारं किमस्ति अत्र? प्रतिपदोक्त इति बलवत् इति उच्यते, प्रदीपदत्तस्य बलवत्त्वम् इति उच्यते. सम्पूर्णेन स्वीक्रियते चेत् प्रसङ्गस्य अन्यत्र, अतः तत्र तस्य अन्यत्र प्रतिपदानां न दीयते, न श्रूयते भगिनि, न श्रूयते. ऐ एम् वेरि क्लोस् टु द मैक् ऐ एम् स्पीकिङ्ग्. न दीयते किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्त्वम् उपयुक्ते बलवत्त्वम् आटस्य लक्षणरूपेण एव दीयते. इनोयन् इति सूत्रे प्रतिपदोक्तम् अस्ति. ओके, सो अत्र इनोयन् इति सूत्रे प्रतिपदोक्तम् उच्यते, आटस्य लक्षणरूपेण एव दत्तम् इति उच्यते. समीचीनम्. इत्युक्ते अत्र परिभाषा अस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति. यत्र लक्षणरूपेण सूत्रे दत्तमस्ति, लक्षणमेव दत्तमस्ति. यथा तत्र गन्धवती पृथ्वी इति लक्षणमस्ति, तत्र यत्र केवलं सूत्रेषु लक्षणं दीयते, एवमस्ति चेत् एवं भवति इति दीयते, तदानीं लाक्षणिकः इति वयं वदामः. परन्तु यत्र साक्षात् नाम्ना आह्वानं भवति तत्र प्रतिपदोक्तत्वम् इति वयं वदामः. यत्र सूत्रद्वयं वर्तते, एकं सूत्रं लाक्षणिकम्, अन्यत् सूत्रं प्रतिपदोक्तं, तर्हि तयोः कस्य ग्रहणं प्रथमतया भवति इति चेत् प्रतिपदोक्तस्यैव ग्रहणं प्रथमतया भवति, तस्यैव बलवत्त्वम् अस्ति. तर्हि इदानीम् इणोयण् इति सूत्रम् आटश्च इति सूत्रम्, आटश्च इति सूत्रं लाक्षणिकः अस्ति, केवलं तत्र निमित्तरूपेण लक्षणरूपेण एव दत्तम्. इणोयण् इति सूत्रं प्रतिपदोक्तम् अस्ति इति कृत्वा, अनया परिभाषया इणोयन् इत्यस्य अधिकं बलं भवति इति कृत्वा तस्य ग्रहणं प्रथमतया भवति इति अत्र उक्तमस्ति. तर्हि अत्र एतावता तावत् प्राप्तम् इत्युक्ते अत्र न केवलम् अस्मिन् प्रसङ्गे, परन्तु अन्यत्रापि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः प्रसङ्गः अन्यत्रापि भवति, अतः स्मर्तव्यम्. तर्हि इति कृत्वा अत्र किञ्चित् समाधानं प्राप्तम् अत्र. तर्हि इतोपि किञ्चित् अस्ति अत्र, तद् अग्रिमसप्ताहे परिशीलयामः. कोऽपि प्रश्नः अस्ति वा महोदय? अत्र एकस्मिन् स्थले त्रीणि सूत्राणि तत्र दत्तम्, इनोयन् इकोयनचि केरणकाश संयोगपूर्वस्य इति. कुत्र दत्तम् अत्र इनो? अत्र आमां वदतु. अत्र इनोयन् अपि एनादेशः, इको एनचि अपि एनादेशः, एननकासु अय्यस् असंयोगपूर्वस्य अपि एनादेशः. अत्र किमर्थं त्रीणि सूत्राणि एनादेशकविषये अत्र दत्तं महोदय? न, अत्र किमर्थं दत्तम् इति चेत् एतेषां त्रयाणां सूत्राणां विषये सर्वत्र एनादेशः अस्ति, परन्तु तत्र इत्युक्ते एतेषु सूत्रेषु कुत्र कस्य बलम् अधिकं भवति इत्युक्ते, इकोयणसि इति सूत्रं वयं वदामः, अपि च इणोयन् इति वदामः, एरुणकाशस्य एकपुरुषे इति वयं वदामः, तर्हि सर्वत्र यणादेशः अस्ति इति कृत्वा सर्वेषां बलम् अधिकं यणादेशः यत्र यत्र अस्ति तत् सर्वत्र कार्यं बलवत् भवति वा इति चेत् तथा नास्ति. यत्र सूत्रस्य लाक्षणिकत्वम् अस्ति, सूत्रस्य प्रतिपदोक्तत्वम् अस्ति. इणोयन् इति सूत्रे साक्षात् धातोः आह्वानम् अस्ति इति कृत्वा तत् प्रतिपदोक्तमस्ति. इकोयणचि इत्यत्र यणादेशः अस्ति, परन्तु लक्षणम् एव दीयते, एवमस्ति चेत् एवं भवति, कस्य कृते भवति इति न दत्तं. यत्र कुत्रापि भवितुम् अर्हति, कस्य कृते इति नास्ति, अस्माभिः परिशीलनीयम्. एवम् एरनेकाचसंयोगपूर्वस्य इत्यत्रापि अस्माभिः परिशीलनीयं कत्र कुत्र भवति कुत्र न भवति इति कृत्वा सूत्रद्वयं लाक्षणिकम्, एकं सूत्रं प्रतिपदोक्तं. तर्हि लक्षणप्रतिपदोक्तयोः मध्ये प्रतिपदोक्तस्यैव ग्रहणम् इति आधारीकृत्य इणोयन् इत्यस्यैव ग्रहणं भवेत्. उत्तमं महोदय, धन्यवादः. धन्यवादः. तर्हि अत्र धन्यवादः स्थगनं कुर्मः. आमाम्, अस्तु. तर्हि धन्यवादः. धन्यवादः.